गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम्। व्यतिरेकव्याप्तिग्रहः तावत् प्राप्तम्। अद्य 16-अधिकद्विशततमपुट पुटात् पठनीयमस्ति, किन्तु केचन प्रश्नाः आगताः गतेषु वर्गेषु, अपि च किमर्थं केवलान्वयि व्याप्तिः करणीयं, केवलव्यतिरेकी व्याप्तिः किमर्थम् अत्र केवलान्वयि अनुमानं, केवलव्यतिरेकी अनुमानं किमर्थं कर्तव्यं, तस्य प्रयोजनं किम् इति प्रश्नः आरम्भतः आसीत्। तेषां सर्वेषाम् उत्तरं लब्धम्। तर्हि किं कुर्मः, अत्र किञ्चित् चिन्तनं कृत्वा एतत् स्प्रेड्शीट् यत् प्रेषितं मया, तत् उपयुज्य काञ्चन विषयान् चिन्तनं कृत्वा तदनन्तरं पाठं प्रति अग्रे गच्छेम, तदा इतोपि समीचीनबोधः जायते। अस्तु, तस्मात् पूर्वम् अत्र व्याप्तिचिन्तनम् इति करपत्रं मया प्रेषितम् आसीत्, तद् सर्वैः पठनीयं। वयं तु निश्चितवन्तः अस्मिन् वर्गे करपत्रं न पठेम, किन्तु अत्र गृहपाठरूपेण सर्वे स्वयं पठितुं शक्यते, सरलमेव अस्ति, किन्तु तत् पठनीयमस्ति। तत्र केचन विषयाः उक्ताः सन्ति, ये मुख्याः, तर्हि तत् पठनीयम्। अपि च तत्र अग्रिम करपत्रमपि अस्ति, लक्षणम् एकम् अखण्डं पदं किमर्थम् इति अपि अस्ति तत्र, तदपि अहं प्रेषयिष्यामि वाट्साप् ग्रूप् मध्ये, इदानीं मास्तु, किन्तु तदपि कृपया पठन्तु। अस्तु, तर्हि किञ्चित् उपोद्घातरूपेण अहं वक्तुम् इच्छामि। तर्हि व्याप्तिः इति पदस्य सामान्यार्थः कः इति चेत्, व्यापकव्याप्यसम्बन्धबोधकवाक्यं व्याप्तिः इति सामान्यार्थः भवति। पदार्थद्वयं वर्तते, तेषु एकः व्याप्यः, अन्यः व्यापकः इति, तादृशव्याप्यव्यापकसम्बन्धबोधकवाक्यम् अस्ति व्याप्तिः इति अस्माभिः अवगतम्। तर्हि तत्र व्याप्यः इत्युक्ते किं, व्याप्यत्वम् इत्युक्ते किं, व्यापकत्वम् इत्युक्ते किम् इति प्रश्नः आगतः, तदपि अवगन्तव्यमेव, तदपि अस्माभिः दृष्टम्। अधिकदेशवृत्तित्वं यस्य अस्ति, पदार्थद्वयं वर्तते, तयोः मध्ये अधिकदेशवृत्तित्वं यस्य अस्ति सः व्यापकः, न्यूनदेशवृत्तित्वं यस्य अस्ति सः व्याप्यः इति आरम्भे किञ्चित् उक्तम्। अस्तु, तदनन्तरं तस्य अवगमनस्य इतोपि किञ्चित् परिष्कारं कृतम्। सर्वदा व्यापकस्य अधिकदेववृत्तित्वम् एव भवेत् इति नास्ति, किन्तु अन्यूनवृत्तित्वं व्यापकत्वम् इत्युक्ते, व्याप्यस्य अपेक्षया यदि न्यूनदेशे व्यापकं न भवति चेत् तत्र व्यापकत्वं सिद्ध्यति एव इति सामान्य अवगमनं यदासीत्, अधिकदेशवृत्तित्वम् इति व्यापकत्वं, न्यूनदेशवृत्तित्वम् इति व्याप्यत्वम् इति यदवगमनम् आसीत्, तस्य किञ्चिदिव परिष्कारः कृतः, आवश्यकः अस्ति इति कृत्वा। तर्हि अन्यूनवृत्तित्वं व्यापकत्वम्, अनधिकवृत्तित्वं व्याप्यत्वम् इति अवगता। अस्तु, तर्हि व्याप्यः इत्युक्ते किं, व्यापकत्वम् इत्युक्ते किं, व्याप्यत्वम् इत्युक्ते किम् इति अवगतम्। तदनन्तरं तत्र व्याप्यव्यापकभावः द्वयोः मध्ये अस्ति वा इति निश्चयार्थं गणनं सर्वत्र कर्तुं शक्यते वा इत्युक्ते धूमवन्योः मध्ये व्याप्यव्यापकभावः अस्ति इति, लोके यत्र यत्र धूमः अस्ति तत्र सर्वत्र गत्वा अत्र धूमः अस्ति वा, धूमः यस्मिन् अस्ति तत्र वह्निः अस्ति वा इति दृष्ट्वा एव व्याप्तिवाक्यं वक्तुं शक्यते वा इति चेत् तत् न कर्तुं शक्यते एव. लोके बहुत्र धूमाः वर्तन्ते, तर्हि तत्र सर्वं तत्र सर्वत्र गत्वा यत्र यत्र धूमः तत्र तत्र वह्निः इति, अत्र धूमस्य न्यूनदेशवृत्तित्वमस्ति, अनधिकदेशवृत्तित्वमस्ति, वह्नेः अन्यूनवृत्तित्वमस्ति इति निश्चयित्वा अत्र व्याप्तिः कर्तुं वक्तुं शक्यते वा इति चेत् तद् इम्प्राक्टिकल् अस्ति इति एकः विषयः. अपि च अत्र वृत्तित्वम् इति धर्मं स्वीकृत्य यदि वदामः तर्हि तत्र वृत्तित्वम् इदानीं घटः इति स्वीकुर्मः, धूमः इत्येव स्वीकुर्मः, धूमः धूमवृत्तित्वं धूमनिष्ठवृत्तित्वं न, अत्र धूमवृत्ति एकनिमिषं, धूमः इति स्वीकुर्मः उदाहरणार्थं, धूमः बहुत्र भवितुम् अर्हति, तर्हि धूमे विद्यमानवृत्तित्वं कस्य अपेक्षया इति चेत् पर्वते विद्यमानवृत्तित्वं, पर्वते विद्यमानधूमः तत्र धूमे विद्यमानवृत्तित्वं पर्वत अपेक्षया इति वक्तव्यं. तर्हि तत्र वृत्तित्वम् इति कश्चन धर्मः कस्य अपेक्षया इति वक्तव्यम्. धूमः यदा पर्वते अस्ति तदा धूमे पर्वतनिष्ठवृत्तित्वम् आगतम्. यदि धूमः महानसे अस्ति तर्हि महानसनिष्ठवृत्तित्वं धूमे आगतम् इति. बहवः बहूनि अधिकरणानि भवन्ति खलु वृत्तेः बोधनार्थं, वृत्तित्वस्य बोधनार्थम् अत्र बहूनि अधिकरणानि सन्ति खलु, तर्हि तत्र लाघवं नास्ति इति कृत्वा यदि अभावं स्वीकृत्य वदेम, इत्युक्ते धूमः धूमे वृत्तित्वम् इति वदामश्चेत् कस्य अपेक्षया, पर्वतनिष्ठवृत्तित्वं धूमे, महानसनिष्ठवृत्तित्वं धूमे, हवनकुण्डनिष्ठवृत्तित्वं धूमे इति अधिकरणानि बहूनि अधिकरणानि वक्तव्यानि भवन्ति. किन्तु धूम अभावः इति वदामश्चेत् तत्र लाघवमस्ति. किमर्थमित्युक्ते धूम अभावः, यः धूमाभावः हृदे अस्ति, पर्वते अपि भवितुमर्हति, महानसे अपि भवितुमर्हति, लोके यत्र कुत्रापि धूमाभावः अस्ति स च धूमाभावः एकः एव. एतत् सर्वम् अत्र व्याप्तिचिन्तनम् इति स्प्रेड्शीट् मध्ये दत्तमस्ति, इति करपत्रे दत्तमस्ति, तदाधारीकृत्य अहं किञ्चित् प्रतिपादनं कुर्वन् अस्मि. किं महोदय? आम् आम्, तदेव अहमपि तत्र पठितवान्, सामान्याभावः इति तत्र उक्तमस्ति, अभावः एकः एव अतः. अभावः एकः एव इति कृत्वा अत्र वृत्तित्वं स्वीकृत्य यदि पश्यामः तत्र बहूनि अधिकरणानि वक्तव्यानि भवन्ति इति कृत्वा तत्र गौरवमस्ति. तर्हि अभावं स्वीकृत्य यत्किमपि, व्याप्तिवाक्यमिति नास्ति, अभावं स्वीकृत्य यत्किमपि वदामः तर्हि तत्र एकः एव अभावः, अपि च तस्य अभावस्य प्रतियोगी अपि एकः एव भवति. घटाभावस्य प्रतियोगी लोके घटं विहाय अन्यत्र किमपि नास्ति. केवलं घटः एव घट अभावस्य प्रतियोगी इति कृत्वा तत्र अभावं स्वीकृत्य व्यवहारं कुर्मश्चेत् तत्र लाघवमस्ति. अस्तु, अनेन किम्? तर्हि अत्र आरम्भे अनुमानस्य पठनं यदा अस्माभिः आरब्धं तत्र पदस्वभाववर्णनम् इति कश्चन पाठः अस्माभिः पठितः. पदस्वभावम् आधाय व्याप्तिपदार्थनिरूपणं. तर्हि प्रत्येकं पदस्य अर्थाः सन्ति, बोधकत्वं पदे अस्ति. तर्हि अत्र घटः इति पदं स्वीकृत्य के पदार्थाः बोध्यन्ते इति चेत् घटत्वं बोध्यते, घटः बोध्यते, अपि च तयोः मध्ये यः सम्बन्धः अस्ति तदपि बोध्यते इति त्रयः विषयाः बोध्यन्ते घटः इति पदं श्रुत्वा इति अस्माभिः ज्ञातम्. तत्रैव ग्रन्थकारेण किं कृतं, व्याप्तिपदेन के पदार्थाः बोध्यन्ते इति पाठः आरब्धः. तत्र ग्रन्थकारेण किं कृतं, साध्य अभाववत् अवृत्तित्वम् इति व्याप्तेः लक्षणम् उक्त्वा तद् अनुसृत्य अत्र पञ्चपदार्थाः बोध्यन्ते. साध्यम् अभावः, साध्यस्य अभावः यस्मिन् अधिकरणे अस्ति तदपेक्षया वृत्तित्वस्य अभावः हेतौ भवेत् इति साध्य अभावत् अवृत्तित्वम्. अपि च मया तत्र तस्मिन् समये उक्तम् एतद् पूर्वपक्षिणः लक्षणम् इति तत्र दृष्टं. किन्तु इदानीं वयं किं कुर्मः, इदानीं वयं किं कुर्वन्तः स्मः इति चेत् अत्र तस्मिन्नेव तदेव विषयम्. अत्र अनुमानस्तरे तस्य प्रयोजनं किम् इति चिन्तनं कुर्वन्तः स्मः वयम्. एकनिमिषम्. अस्तु, तर्हि व्यापकत्वं व्याप्यत्वम् इत्युक्ते अधिकदेशवृत्तित्वं न्यूनदेशवृत्तित्वम् इति अनुक्त्वा अन्यूनवृत्तित्वम् अनधिकवृत्तित्वम् इति व्यापकत्वं व्याप्यत्वम् इति अस्माभिः अवगतम्. तर्हि सर्वत्र एतादृशगणनं न कर्तुं शक्नुमः इति कृत्वा यदि व्याप्तेः लक्षणम् एकेन पदेन वदामश्चेत् अपि च लक्षणसमन्वयः भवति चेत् व्याप्यव्यापकभावः सिद्धः जातः इति स्वीकर्तुं शक्यते. पुनः वदामि, सामान्य अवगमनमस्ति व्यापकम् इत्युक्ते अधिकदेशवृत्तित्वं, व्याप्यम् इत्युक्ते न्यूनदेशवृत्तित्वं यस्य अस्ति तत्. तयोः मध्ये सम्बन्ध कथनवाक्यमेव व्याप्तिः. यत्र यत्र धूमः तत्र तत्र वह्निः इति अत्र विद्यमानत्वं स्वीकृत्य व्याप्तिवाक्यमुक्तम्. यत्र यत्र धूमः तत्र वीप्सापि उक्तम्. यत्र धूमः तत्र वह्निः इति वदामश्चेत् एकः अवसरः, एकः सन्दर्भः अस्ति तत्. किन्तु यत्र यत्र धूमः तत्र तत्र वह्निः इति वीप्सा प्रयुज्य वदामश्चेत् तर्हि तत्र सर्वत्र इति आगच्छति. किन्तु अत्र यत्र यत्र धूमः तत्र तत्र वह्निः इत्यत्र यत्र इति उक्तत्वात् अत्र धूमे वृत्तित्वं वह्नौ वृत्तित्वं स्वीकृत्य एतद्वाक्यम् उक्तं. वृत्तित्वं स्वीकृत्य वाक्यं वदामश्चेत् तत्र गौरवमस्ति इति कृत्वा अभावं स्वीकृत्य यदि वदामः तर्हि तत्र लाघवमस्ति इति कृत्वा अपि च एकेन पदेन इत्युक्ते अत्र व्याप्तिः द्विनिष्ठः अस्ति खलु. व्याप्तिः इत्युक्ते सम्बन्धः, व्याप्यव्यापकसम्बन्धः द्विनिष्ठः अस्ति. तर्हि व्यापके अपि व्याप्तिः भवति, व्याप्ये अपि व्याप्तिः भवति. किन्तु वयं अत्र अनुमाने किं कर्तुम् इच्छामः? हेतुं स्वीकृत्य साध्यस्य साधनं कर्तुम् इच्छामः इति कृत्वा तादृशव्याप्तिः हेतौ भवेत् इति उक्तम्। व्याप्तिः हेतौ भवेत् तदा एव तादृशहेतुं स्वीकृत्य साध्यस्य निरूपणं पक्षे कर्तुं शक्नुमः। अस्तु, इति कृत्वा यदि व्याप्तिः हेतौ भवेत् इति आशयः, तर्हि एकेन अत्र धर्मं धर्मत्वेन वक्तव्यं खलु। इत्युक्ते हेतो हेतौ द्वौ गुणौ भवेत् इति अस्माभिः अधीतं, पक्षधर्मता, पक्षे हेतुः भवेत् इति एकः नियमः। अपि च व्याप्तिः अपि भवेत् हेतौ इति गुणद्वयम् अस्माभिः अधीतं हेतौ। तर्हि व्याप्तिः हेतौ भवेत्, तादृशव्याप्तिः यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिः हेतौ भवेत् इति चेत् तत्र क्लेशः भवति। तर्हि एकेन पदेन वाक्य व्याप्तिवाक्यम् उक्त्वा तादृशधर्मत्वं यदि हेतौ भवति तर्हि अत्र व्याप्यव्यापकभावः सिद्धः इति अवगन्तुं शक्नुमः। तर्हि साध्य अभाववत् आवृत्तित्वं हेतौ अस्ति चेत्, अपि च तादृशहेतुः पक्षे अस्ति चेत्, अनेन हेतुना साध्यं पक्षे साधयितुं शक्नुमः इति आगतः। एकनिमिषम्। हा, मम पौत्री आगतवती इत्यतः। अस्तु, तर्हि एकेन पदेन यदि व्याप्तिवाक्यं रचयामः तत्र त्वम् इति योजयित्वा तादृशधर्मः हेतौ अस्ति चेत्, तादृशहेतुं पक्षे अस्ति चेत्, पक्षे विद्यमान एतादृशधर्मवान् व्याप्तिमान् हेतुं स्वीकृत्य साध्यं साधयितुं शक्यते इति आगतम्। अस्तु, तदर्थम् अत्र नैयायिकाः किं कुर्वन्ति? एकेन वाक्येन, एकेन पदेन, एकेन वाक्येन नास्ति, यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिवाक्यं वाक्यमस्ति, पदं नास्ति। यत्र यत्र धूमः तत्र तत्र वह्निः इति षड् पद घटितवाक्यम् अस्ति हेतुः, व्याप्तिः, क्षम्यतां, व्याप्तिः। यत्र यत्र वन्यभावः तत्र तत्र धूमाभावः इति पुनः वाक्यमस्ति, पदं नास्ति इति कृत्वा, तर्हि एकेन पदेन यदि व्याप्तेः वर्णनं कुर्मः, व्याप्तेः लक्षणं वर्णयामः, तर्हि तादृशव्याप्तिः इत्युक्ते व्याप्तित्वं यदा हेतौ भवति तर्हि सर्वं सिद्ध्यति इति कृत्वा ते किं कृतवन्तः? लक्षणं वक्तुम् अत्र प्रभवन्तः ते। तत्र प्रथमलक्षणम् आसीत् साध्य अभाववत् अवृत्तित्वम्। साध्य अभाववत् अवृत्तित्वम् इति एकमेव पदम्, साध्य अभाववदवृत्तित्वम् इति एकमेव पदम्। अवृत्तित्वं कुत्र भवेत्? हेतौ भवेत्। स च हेतुः कुत्र भवेत्? पक्षे भवेत्। साध्य अभाववत् अवृत्तित्वं यस्मिन् हेतौ अस्ति तादृशहेतुः पक्षे अस्ति चेत् इदानीं किं निरूपयितुं शक्यते? पक्षे साध्यमस्ति इति निरूपयितुं शक्यते। अस्तु, तर्हि साध्य अभाववत् अवृत्तित्वम् इति लक्षणवाक्यं स्वीकृत्य अत्र व्याप्तिः इति पदे, पदेन के पदार्थाः ज्ञायन्ते इति ग्रन्थकारेण पदस्वभाववर्णनम् इत्यस्मिन् पाठे उक्तं तदेव 184 पेज् मध्ये दत्तं, तदस्माभिः पठितं। तत्र चित्रं 137 इति चित्रमस्ति, तत्र साध्यः, अभावः, अधिकरणं, वृत्तित्वम्, अभावः इति पञ्चपदार्थाः बोध्यन्ते व्याप्तिः, तादृशव्याप्तिः हेतौ अस्ति चेत् इति उक्तम्। अस्तु, तदनन्तरं तर्हि इदानीं लक्षणवाक्यमुक्तम्, एकेन पदेन व्याप्तेः लक्षणवाक्यमुक्तम्। अस्तु, तर्हि इदानीम् अस्य लक्षणवाक्यस्य, तर्हि यथा गन्धवत्वं पृथिव्याः लक्षणं, गन्धवती पृथिवी इति पृथिव्याः लक्षणं गन्धवती इति एकेन पदेन यथा दत्तं, तस्य परिष्कारम् अस्माभिः कृतमपि, गन्धवत्वं पृथिव्याः लक्षणं। तर्हि पृथिव्याः लक्षणं किं? गन्धवत्वं। किमर्थमित्युक्ते गन्धवती इति पदेन पृथिवी एव बोध्यते, अत्र विशेषण वाचकपदमस्ति, न तु साक्षात् विशेषणम्। विशेषणं तु विशेष्ये भवेत् इति कृत्वा, तत्र आदानादेभावः भवेत् इति कृत्वा, गन्धः पृथिव्यामस्ति, तर्हि गन्धवत् पृथिवी भवति, गन्धवत्वं पृथिव्यामस्ति इति कृत्वा गन्धवत्वं पृथिव्याः लक्षणम् इति एकेन पदेन यत् अस्माभिः उक्तम् उक्त्वा, तदनन्तरं तत्र दलसार्थक्यमपि कृतं, तत्र अतिव्याप्तिः वा अव्याप्तिः वा असम्भवदोषाः वा भवन्ति वा इति लक्षणवाक्ये चिन्तितम्। अपि च रूपरहितस्पर्शवान् वायुः इत्यत्र रूपरहितस्पर्शवान् इति दलद्वयमस्ति, रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम्, तत्रापि दलद्वयं स्वीकृत्य अतिव्याप्तिः वा अव्याप्तिः वा असम्भवः दोषाः वा भवन्ति वा इति यथा चिन्तितम्। पुनः चक्षुर्मात्रग्राह्यो गुणः रूपम् इत्यत्र त्रीणि दलत्रयम् अस्ति, चक्षुर्ग्राह्यत्वे सति, चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वे सति गुणत्वं रूपस्य लक्षणम्। तर्हि अत्र दलद्वयं स्वीकृत्य अत्र षड् सम्भावनाः सन्ति, षड् सम्भावनान् स्वीकृत्य कुत्र कुत्र सम्भावनाः स्वीकृत्य कुत्र कुत्र अतिव्याप्तिः अव्याप्तिः भवति इति यथा अस्माभिः चिन्तितं, तथा व्याप्तिलक्षणम् अपि परिशीलनीयं भवति। एतादृशपरिशीलनस्य नाम अस्ति समन्वयः इति। तर्हि लक्षणसमन्वयः करणीयः, समन्वयः करणीयः इत्युक्ते परीक्षां कृत्वा लक्षणं दोषपूर्णं वा दोषरहितं वा इति चिन्तनीयं, तादृशचिन्तनम् एव लक्षणसमन्वयः इति कथ्यते। अस्तु, तर्हि व्याप्तिलक्षणस्य समन्वयार्थं कुत्र कुत्र समन्वयः करणीयः इति चेत्, तत्र सन्दर्भत्रयं नैयायिकाः स्वीकुर्वन्ति। प्रथमं तु अन्वयव्यतिरेकव्याप्तिः इति स्थलम्, इत्युक्ते यत्र अन्वयव्याप्तिः अपि भवति, व्यतिरेकव्याप्तिः अपि वक्तुं शक्यते, तादृश अन्वयव्यतिरेकव्याप्तिसन्दर्भं स्वीकृत्य लक्षणवाक्यस्य, व्याप्तेः लक्षणवाक्यस्य समन्वयः कुर्मः इति एकः सन्दर्भः। तदनन्तरं केवलान्वयव्याप्तिः इत्युक्ते यत्र अन्वयव्याप्तिः एव वक्तुं शक्यते, व्यतिरेकव्याप्तिः न वक्तुं शक्यते, तादृशसन्दर्भं स्वीकृत्य तत्रापि लक्षणसमन्वयः करणीयः इति द्वितीयः सन्दर्भः। तृतीयः, केवलव्यतिरेकव्याप्तिः इत्युक्ते यत्र केवलम् अविद्यमानत्वं स्वीकृत्य एव व्याप्तिवाक्यं रचयितुं शक्यते, तादृशसन्दर्भं स्वीकृत्य अस्य लक्षणस्य समन्वयः करणीयः इति त्रीन् सन्दर्भान् स्वीकृत्य यदि वाक्यस्य समन्वयः कुर्मः, लक्षणवाक्यस्य व्याप्तेः लक्षणस्य व्याप्तिलक्षणस्य समन्वयः कुर्मः तर्हि समन्वयः कृतः एव. इत्युक्ते इतोपि एकं सन्दर्भं नास्ति. इति कृत्वा अत्र केवलान्वयी इति कश्चन सन्दर्भः कल्पितः, केवलव्यतिरेक इति कश्चन सन्दर्भः कल्पितः, अपि च सामान्यतया अन्वयव्यतिरेकी सन्दर्भः बहुत्र भवन्ति एव. तर्हि अस्माकं प्रश्नः, वर्षाभगिन्याः प्रश्नः आसीत्, अपि च मम मनसि अपि प्रश्नः आसीत् किम् इति चेत् अत्र केवलान्वयी सन्दर्भ अनुमानसन्दर्भः कः इति चेत् घटः अभिधेयः गन्धवत्वात् पटवत्. अस्तु, इदानीं पश्यामश्चेत् अत्र अभिधा इत्युक्ते किम् इति चेत् ईश्वर इच्छा एव अभिधा इति उक्तम्. इत्युक्ते अत्र ईश्वर इच्छा यदस्ति तत्सर्वम् अभिधा इति नास्ति, किन्तु किम् इति चेत् अत्र एतदपि वक्तव्यम् आसीत्. हा, इत्युक्ते यदा शाब्दबोधः पठेम, चतुर्थप्रमाणं यदा पठेम, तत्र शब्दः शाब्दबोधः इत्युक्ते किम् इत्यस्य लक्षणं वदति. किञ्चित् वदामि तस्मिन् विषये. अस्तु, तर्हि अग्रे आयास्यते शब्दखण्डः. इदानीम् अनुमानखण्डे स्मः, तदनन्तरम् उपमितिखण्डः, उपमानखण्डः भवति, तदनन्तरं शब्दखण्डः भवति. तत्र आप्तवाक्यं शब्दः. शब्दः इत्युक्ते प्रमाणं. तर्हि शब्दं श्रुत्वा न्यायं जायते, ज्ञानं जायते खलु. तर्हि शब्दः इत्यस्य लक्षणं किम् इति चेत् आप्तवाक्यं शब्दः. तर्हि आप्तः कः? आप्तस्तु यथार्थवक्ता, तद्वती तत्प्रकारकं यदि वदति सः यथार्थवक्ता. तदनन्तरं वाक्यं पदसमूहः, शक्तं पदम्. अस्मात् पदात् अयमर्थो बोध्यव्यः इति ईश्वरसङ्केतः शक्तिः इति तत्र उक्तं. तर्हि शक्तः, शक्तिः इत्युक्ते किम्? शक्तिः पदे वर्तते, पदस्य समूहः वाक्यम्. तादृशवाक्यं यदि यथार्थमस्ति, अपि च यथार्थमस्ति इति कथं ज्ञातुं शक्यते? आप्तेन उक्तं चेत् यथार्थं भवति. तर्हि तादृशवाक्यं श्रुत्वा यः बोधः जायते तदेव शब्दः इति अर्थः. शब्दः इति यदा प्रत्यक्षम् इति ज्ञानस्य अनुमितिः, उपमितिः शब्दः. प्रत्यक्ष इन्द्रियेण इन्द्रियजन्यं प्रत्यक्षत्वम् इति अस्माभिः अधीतं खलु. इन्द्रियसन्निकर्षेण यज्ज्ञानं जायते तस्य ज्ञानस्य नाम अस्ति प्रत्यक्षम्. आरम्भतः किञ्चित् वदामि. अत्र चतुर्विंशतिगुणाः सन्ति, तेषु अन्यतमः अस्ति बुद्धिः अथवा ज्ञानम्. ज्ञानं तु केवलम् आत्मनि भवति, आत्मगुणः अस्ति. ज्ञानं द्विविधा विभक्ता, स्मृतिः अनुभवः इति. संस्कारमात्रजन्यं स्मृतिः, ज्ञानं तत्र अनुभवः. अनुभवः चतुर्विधः, प्रत्यक्षम्, उपमिति अनुमितिः, उपमितिः शब्दः इति. तर्हि शब्दः इत्युक्ते अत्र पदं नो चेत् किमपि शब्दः इति सामान्य अवगमनं नास्ति. अत्र पारिभाषिकशब्दमस्ति. शब्दः आप्तवाक्यं शब्दः इत्युक्ते ज्ञानं. तर्हि आप्तस्य वाक्यं श्रुत्वा यद् बोधः जायते तस्य ज्ञानस्य नाम अस्ति शब्दः. आप्तः कः इति चेत् यथार्थवक्ता. वाक्यम् इत्युक्ते किं? पदसमूहः. पदम् इत्युक्ते किं? शक्तं. यस्मिन् शक्तिः वर्तते तत् पदं. शक्तिः इत्युक्ते किम्? अस्मात् पदात् अयमर्थो बोद्धव्यः इति ईश्वरसङ्केतः शक्तिः. अत्र ईश्वरसङ्केतः इति उक्तं खलु. सङ्केतः इत्यस्य अर्थः अस्ति इच्छा. अस्मात् पदार्थ अयमर्थो बोद्धव्यः इति ईश्वरसङ्केतः. ईश्वर इच्छा शक्तिः इति यदुक्तं तादृश इच्छा. तादृश इच्छायाः नाम अस्ति अभिधा. इच्छायाः विषयः. इच्छा तु सर्वदा सविषयकं भवति. विषयं विना इच्छा न भवति. इच्छा मम इच्छा अस्ति चेत् कस्मिन् विषये इति प्रश्नः आकाङ्क्षा जायत्येव. तर्हि इच्छा, इच्छा सविषयकः. तर्हि इच्छा अभिधेय अभिधा अस्ति चेत् इच्छायाः विषयः अभिधेयः भवति. अभिधेयत्वं सर्वेषु इच्छाविषयेषु अस्ति. कश्चन धर्मः अस्तु. तर्हि अभिधेयत्वम् इत्युक्ते ईश्वर इच्छायाः विषयाः ये, ते सर्वे अभिधेयाः. तेषु सर्वेषु अभिधेयत्वम् अस्ति इति कृत्वा अनुमानेन साधनीयम् इति नास्ति. घटः अभिधेयः प्रमेयत्वात् पटवत् इति अनुमानम् उक्त्वा साधनीयः विषयः नास्ति. अनुमानात् पूर्वमेव प्रसिद्धः विषयः अस्ति अभिधेयः. अभिधेयत्वम् इति धर्मः. तर्हि किमर्थम् अनुमानं क्रियते? अस्य प्रयोजनं किम् इति एव प्रश्नः आगतः खलु. तस्य उत्तरं किम् इति चेत् अत्र व्याप्तिलक्षणं कृतम्. लक्षणस्य परीक्षा करणीया. तत्र केवलान्वयीस्थलम् एकम् आवश्यकमस्ति. तदर्थम् एतादृशस्थलं स्वीकृतमस्ति. तर्हि केवलान्वयी अनुमानस्य प्रयोजनं किम् इति चेत् व्याप्तिसमन्वयार्थं, व्याप्तिपरीक्षार्थम् अत्र एकं स्थलं स्वीकृतमस्ति. अपि च नैयायिकानां स्वभावः यदस्ति तेषाम् अत्र अनुमाने तावद् इच्छा अस्ति यत् प्रत्यक्षेन ज्ञायते. मम पुरतः घटः अस्ति, चक्षुषा तं घटम् अहं गृह्णामि. यद्यपि घटः प्रत्यक्षेन ज्ञायते तथापि अनुमानेन तस्य साधनं कर्तुं शक्यते चेत् तत्रैव तेषाम् इच्छा अस्ति, तत्रैव तेषाम् आग्रहः अस्ति. प्रत्यक्षे तावदाग्रहः नास्ति. किमर्थमित्युक्ते प्रत्यक्षं केनापि कर्तुं शक्यते खलु. अत्र बुद्धेः उपयोगमेव नास्ति. नेत्रम् उन्मीलनं कुर्मश्चेत् यदस्माकं पुरतः अस्ति सर्वेषां ग्रहणं भवति. बुद्धिः अस्ति वा न वा. पशुः गौः अपि अत्र प्रत्यक्षं कर्तुं, गवा प्रत्यक्षं कर्तुं शक्यते. किन्तु अनुमानं केन कर्तुं शक्यते इति चेत् अत्र बुद्धिपूर्वकम्, अत्र बुद्धेः आवश्यकता अस्ति, तस्य उपयोगस्यापि आवश्यकता अस्ति. तर्हि मनुष्यैः एव अनुमानं कर्तुं शक्यते इति कृत्वा यद्यपि पुरतः घटः प्रत्यक्षेन ग्रहीतुं शक्यते किन्तु नैयायिकाः किम् इच्छन्ति इति चेत् तदपि अनुमानेन साधनीयं. तदा एव तेषां सन्तोषः जायते इति तेषाम् आशयः अस्ति. भवतु, तर्हि अनेन चिन्तनेन किं जातम् इति चेत् अत्र किमर्थं केवलान्वय अनुमानं क्रियते इति चेत् लक्षणसमन्वयार्थं किमर्थं केवलव्यतिरेकव्याप्तिः क्रियते इति चेत् लक्षणसमन्वयार्थम्। अपि च यत्र अन्वयव्यतिरेकिव्याप्तिः यत्र अन्वयव्यतिरेकव्याप्तिस्थलमस्ति तत्रापि कर्तुं शक्यते, इत्युक्ते पर्वते वह्निः न दृश्यते, अतः यथा न दृश्यते साध्यं न ज्ञातं चेद् एव अनुमानं करणीयम् इति तेषां नियमः नास्ति। वह्निः दृश्यते किन्तु बहुत्र मया दृष्टम्, अहं तु नैयायिकः इति चिन्तयतु, तर्हि महानसेपि मया दृष्टं, होमकुण्डे हवनकुण्डे अपि मया दृष्टं, तर्हि अत्रापि अहं पश्यन्नस्मि ओ अत्र किञ्चित् सम्बन्धः दृश्यते धूमवन्योः मध्ये, तर्हि परीक्षां करोमि इति। यत्र न दृश्यते तत्रैव इति नास्ति, एवमेव अनुमानं कर्तुं शक्यते इति आगतम्। अस्तु, तर्हि किमर्थम् एतादृशपूर्वपीठिका मया उक्ता इति चेत् केवलान्वयि केवलव्यतिरेकी व्याप्तेः प्रयोजनं किम् इति चेत् व्याप्तिलक्षणवाक्यपरीक्षार्थम्, तत्र मुख्यप्रयोजनमस्ति। भवतु, कुत्रचित् अत्र अनुमानेन साधयितुमपि शक्नुमः, किन्तु तद् इदानीं परिशीलयामः। भवतु, तर्हि एतावत्पर्यन्तं किमपि न अवगतं, बहु किमपि मया उक्तम् अत्र, ऐ हेव् चेञ्ज् दि एण्टायर् अप्रोच् नौ, ऐ एम् कमिङ्ग् फ्रम् अ डिफरेण्ट् आङ्गल् आल् टुगेदर्। प्रश्नाः सन्ति वा? न महोदय, तत्र तर्हि सारांशरूपेण अत्र लक्षणवाक्यस्य एकपदेन एव लक्षणवाक्यं कुर्मः, यदा अन्वयव्यतिरेकव्याप्तिः अस्ति अथवा केवलान्वयव्याप्तिः अस्ति अथवा केवलव्यतिरेकव्याप्तिः अस्ति, सर्वत्र वयम् एक एव पदेन व्याप्तिवाक्यस्य परिवर्तनं कुर्मः इति एव आशयः खलु, तेन लाघवं किमर्थमिति चेत् एकेन पदेन कुर्मश्चेत् तत्र त्व इति योजयित्वा तत्र धर्मं स्वीकृत्य तत्र हेतौ तद् आनेतुं शक्यते इति कृत्वा, तथा एव सत्यं। तर्हि एकपदम् एकपदीकरणं किमर्थम्, अत्र किमर्थं साध्याभावात् आवृत्तित्वम् इति तादृशम् उक्तम् इति चेत् आवृत्तित्वं हेतौ इति वक्तव्यम् इति कृत्वा तत्र एकपदीकरणं कृतम् इति एकः विषयः मया उक्तः। अपि च केवलान्वयि व्याप्तिः किमर्थम्, अत्र ईश्वरीय इच्छायाः विषयाः एव अभिधेयाः इति कृत्वा तत्र अनुमानेन न निरूपणीयमस्ति खलु, तर्हि किमर्थम् अत्र निरूपणं क्रियते इति चेत् परीक्षार्थं लक्षणवाक्यस्य समन्वयार्थम् अत्र कृतम् इति आगतम्। अस्तु, तर्हि इदानीं किञ्चित् अग्रे सरेम्। तर्हि यदा अनुमानं क्रियते तदा तत्र पक्षः इति कश्चन पदार्थः भवेत्, साध्यं, हेतुः, व्याप्तिः, दृष्टान्तः इति एते पदार्थाः भवेयुः, तत्सर्वम् अस्माभिः अधीतम्। किन्तु एतावत्पर्यन्तं यत् पठितं तत्र किञ्चित् सङ्ग्रहं कृत्वा मया एतादृशं स्थापितम्। अत्र पश्यन्तु, इदानीं स्प्रेड्शीट् पश्यन्तु, तत्र A12 इत्यत्र पक्षलक्षणम्, तत्र कः पदार्थः पक्षः भवितुम् अर्हति इति मया लिखितम्। एकं तु प्रसिद्धत्वं, पक्षः पक्षे प्रसिद्धत्वं भवेत् इत्युक्ते अप्रसिद्धः वस्तु न भवेत् पक्षत्वेन, इत्युक्ते शशविषाणम् इति कश्चन राबिट्स् हान् इति अस्ति खलु, तद् अप्रसिद्धः इत्युक्ते तादृशपदार्थः एव नास्ति, पूर्वं नास्ति, इदानीं नास्ति, न भविष्यत्येव, तर्हि तादृशपदार्थस्य तादृशपदार्थे अप्रसिद्धत्वं वर्तते इति पदेन। तर्हि पक्षः इत्युक्ते किम् इति चेत् यस्मिन् प्रसिद्धत्वम् अस्ति, इत्युक्ते पूर्वस्मिन् काले वा इदानीन्तनकाले वा भविष्यत्काले वा भवितुम् अर्हति तादृशपदार्थः, तादृशपदार्थः एव पक्षत्वेन स्वीकर्तुं शक्यते। अस्तु, इति एकं। द्वितीयं, महोदय, तत्तु सर्वत्र भवति एव खलु, भवेयुः एव, भवेत् एव खलु अप्रसिद्धत्वमिति. तर्हि तस्यापि अत्र गणना आवश्यकमस्ति वा? किमर्थमिति चेत् कोऽपि यदि सषविषाणम् इति आरब्धं करोति इति चिन्तयतु. अस्तु. पर्वतः वह्निमान् धूमात् यथा महानसम् इति तत्र सषविषाणम् इति आरब्धं करोति इति चेत् तत् तादृश अनुमानवाक्यमपि रचयितुं शक्यते. आं, सत्यं. सषविषाणम् इति, किन्तु तादृशं न वक्तव्यं. किमर्थम् इत्युक्ते पक्ष अनर्हः पदार्थः अस्ति सषविषाणम् इति कृत्वा प्रसिद्धत्वम् इति कश्चन धर्मः पक्षे भवेत् इति मया लिखितम्. अस्तु, समीचीनम्. अस्तु, द्वितीयम् अत्र साध्यसम्भावनावान्. साध्यसम्भावनावान् यत्किमपि साध्यं भवतु तादृशसाध्यं भवितुम् अर्हेत् पक्षः. पक्षे तादृशसाध्यं भवितुम् अर्हेत् अतः साध्यसम्भावनावान् भवेत्. तृतीयं साध्यसन्दिग्धवान् भवेत् इत्युक्ते अस्तु एतद् किमर्थं मया लिखितम् इति अनन्तरम् अतः एव ऐटालिक्स् मध्ये स्थापितम्. इदानीमेव मया उक्तं खलु यदि पर्वते वह्निः साक्षात् दृश्यते, प्रत्यक्षेन दृश्यते, तर्हि तत्र सन्देहः एव नास्ति. तथापि पर्वतः पक्षत्वेन स्वीकृत्य तत्र वह्निः अस्ति वा न वा इति अनुमानं कर्तुं शक्यते इति कृत्वा यत्र पर्वतः पर्वते वह्निः साक्षात् दृश्यते तर्हि साध्यसन्दिग्धवान्. सन्दिग्धः इत्युक्ते सन्देहः, सन्दिग्ध इत्युक्ते सन्देहः इति अर्थः. साध्यसन्दिग्धवान् इति वदामश्चेत् अत्र तादृशपर्वतः पक्षत्वेन न स्वीकर्तुं शक्यते. यस्मिन् पर्वते वह्निः साक्षात् दृश्यते तादृशपर्वतः पक्षत्वेन न स्वीकर्तुं शक्यते. तथापि यदि पक्षत्वेन स्वीक्रियते, मम पुरतः पर्वतः अस्ति, तस्मिन् वह्निः मया प्रत्यक्षेन दृश्यते, किन्तु तत्र अनुमानं कर्तुम् अहम् इच्छामि इति चेत् तर्हि इदानीं पक्षत्वेन यदा पर्वतः मया स्वीक्रियते तदा तत्र साध्ये साध्यम् अस्ति वा न वा इति सन्देहः अस्ति इति स्वीकृत्य एव अग्रे गन्तव्यं, नो चेत् नास्ति, अनुमानं व्यर्थं भवति इति कृत्वा साध्यसन्दिग्धवान् भवेत् अपि च हेतुमान् भवेत्. तत्र साध्यसन्दिग्धवान् इति अस्ति चेत् तस्मिन्नेव साध्यसम्भावना अपि आगच्छति खलु? न, साध्यसम्भावना अस्ति किन्तु सन्देहः नास्ति चेत् विपरीतरीत्या. आम्, सत्यं, तत्तु सत्यम् इत्युक्ते अग्रिमसोपानं सत्यं. साध्यसन्दिग्धवान् इति वदामश्चेत् साध्यसम्भावनावान् अपि भवति, किन्तु अत्र सोपानेन मया लिखितं तावदेव. इत्युक्ते पर्वते साध्य पर्वते वह्निः भवितुम् अर्हति वा? आम्, भवितुम् अर्हति. तदे वह्निः भवितुम् अर्हति वा? न भवत्येव. तर्हि वह्निः साधयितुं ह्रदः पक्षत्वेन न स्वीकर्तुं शक्यते. किमर्थम् इति चेत् साध्यसम्भावनावान् नास्ति सा. अस्तु, तर्हि इदानीं पर्वतः साध्यसम्भावनावान् अस्ति किन्तु पर्वते वह्निः अस्ति वा न वा इति सन्देहः यदा न जायते तदा अनुमानः न करणीयः खलु. तर्हि तत्र पक्षत्वेन न स्वीकर्तुं शक्यते इति कृत्वा साध्यसन्दिग्धवान् भवेत्. तदनन्तरं हेतुमानपि भवेत्. अस्तु, तर्हि इदानीं मया किं कृतम् इतोपि अच्च अत्र किञ्चित् वदामि, तदनन्तरं भवन्तः भागं वोढुं शक्यते. तर्हि अन्वयव्यतिरेकव्याप्तिः इति स्थूलाक्षरैः यद् लिखितं तत्र अन्वयव्याप्तिः कः? अत्र धूमः वह्निः इति मया स्वीकृतम्. यत्र यत्र धूमः तत्र तत्र वह्निः इति अन्वयव्याप्तिवाक्यम्। अस्मिन् वाक्ये हेतुः कः? धूमः। साध्यं किं? वह्निः। उदाहरणं किं? महानसम्। अस्तु, व्यतिरेकव्याप्तिः कः? यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः। अस्मिन् वाक्ये हेतुः कः? सर्वे पश्यन्तु, अस्मिन् वाक्ये व्यतिरेकव्याप्तिवाक्ये हेतुः कः इति चेत् वह्निः अभावः एव हेतुः, धूम अभावः इति साध्यम्, ह्रदः इति उदाहरणं। ह्रदे वह्नि अभावः अपि अस्ति, धूमाभावः अपि अस्ति, तर्हि इदानीं ह्रदः इति पक्षत्वेन स्वीकृतं, पक्षः नास्ति अत्र, उदाहरणत्वेन स्वीकृतम् इति चेत् तत्र साध्यसम्भावना अस्ति, वह्नि अभावः भवितुम् अर्हति, तत्र वह्निः अभावः अस्ति वा न वा इति अपि परिशीलयितुं शक्यते, तदनन्तरं धूमाभावः अपि अस्ति तस्मिन् इति तादृशचिन्तनं न, ह्रदे इदानीं धूमाभावः एव साध्यं खलु, साध्यसम्भावना वा न चेत् धूमाभावः भवितुम् अर्हति ह्रदे इति सर्वमस्ति। अस्तु, तर्हि अन्वयव्याप्तिः यत्र यत्र धूमः तत्र तत्र वह्निः, तत्र हेतुः धूमः, साध्यं वह्निः, महानसम् इति उदाहरणं, यत्र यत्र वन्यभावः तत्र तत्र धूमाभावः, वन्यभावः इति हेतुः, धूमाभावः इति साध्यं, ह्रदः इति उदाहरणं, केवलम् एवं केवलान्वयव्याप्तिः। अत्र अन्वयव्याप्तिः कथं भवति? यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वम्। अत्र हेतुः अस्ति प्रमेयत्वं, साध्यमस्ति अभिधेयत्वम्, उदाहरणमस्ति पटः, पटवत् इति उक्तत्वात्। अस्तु, तर्हि इदानीं व्यतिरेकव्याप्तिः वाक्यं यदि वदामः तदा तस्य आकारः कथं भवति इति चेत्, यत्र यत्र अभिधेयत्व अभावः तत्र तत्र प्रमेयत्व अभावः इति भवति तस्य आकारम्। अस्तु, तर्हि इदानीं हेतुः अत्र कः? अभिधेयत्व अभावः। साध्यं किं? प्रमेयत्व अभावः। किन्तु अभिधेयत्व अभावः ससविषाणवत् अप्रसिद्धमस्ति, प्रमेयत्व अभावः अपि ससविषाणवत् अप्रसिद्धमस्ति इति कृत्वा अत्र व्यतिरेकव्याप्तिः न भवत्येव, हेतोः हेतुसाध्ययोः अप्रसिद्धत्वात् अस्मिन् सन्दर्भे व्यतिरेकव्याप्तिवाक्यमेव न अवगन्तुं शक्यते। इत्युक्ते यत्र यत्र अभिधेयत्व अभावः तत्र तत्र प्रमेयत्व अभावः इति व्याकरणरीत्या वाक्यं समीचीनमेव, किन्तु अर्थबोधः न जायते। यथा भूतले ससविषाणमस्ति, नो चेत् भूतले ससविषाणस्य अभावः अस्ति इति यदि अहं वदामि, ससविषाणम् इति कश्चन पदार्थः प्रतियोगी अस्ति चेदेव तस्य अभावः भवितुम् अर्हति, प्रतियोगिनः एव अभावः इति कृत्वा भूतले ससविषाण अभावमस्ति इति चेत् तस्य वाक्यस्य अर्थः एव नास्ति इति कृत्वा अत्र व्यतिरेकव्याप्तिः न वक्तुं शक्यते इति कृत्वा एतादृश उदाहरणं केवलान्वयि उदाहरणं, केवलान्वयि अनुमानं, केवलान्वयि हेतुः अस्ति अत्र, प्रमेयत्वम् इति हेतुः केवलान्वयि हेतुः। प्रश्नाः सन्ति वा अत्र? अस्तु, तर्हि अग्रे गच्छेमः। इदानीं केवलव्यतिरेकव्याप्तिः, तत्र यत्र यत्र गन्धवत्वं तत्र तत्र इतरभेदाः इत्यस्मिन् स्थाने चतुर्दशभेदाः इति मया स्थापितं। चतुर्दशभेदाः कथम् आगतम् इति अस्माभिः पठितम्। इत्युक्ते पृथिव्यां द्रव्यं विहाय षट् पदार्थानाम् अत्यन्त अभावः वर्तते, अपि च द्रव्येषु पृथिवीं विहाय स्वं विहाय अष्टद्रव्याणाम् अभावः वर्तते इति कृत्वा आहत्य चतुर्दश अत्यन्त अभावः, अन्योन्याभावः, क्षम्यतां, चतुर्दश अन्योन्याभावः, चतुर्दश अभावः भवतु, अन्योन्याभावः अत्यन्त अभावः इति अनन्तरं चिन्तयामि, चतुर्दश अभावाः वर्तन्ते खलु इति कृत्वा अत्र साध्यं किं? चतुर्दश अभावः, चतुर्दशभेदाः, क्षम्यतां, किं वदामि अहम्, अभावः नास्ति, चतुर्दशभेदः इत्युक्ते अन्योन्याभावः एव सत्यं यत्र यत्र गन्धवत्वं तत्र तत्र चतुर्दशभेदाः इति अन्वयव्याप्तिवाक्यम् एतद्वाक्यं भवितुमर्हति अर्थपूर्णमस्ति भवतु तर्हि अस्मिन् वाक्ये हेतुः कः गन्धवत्वं साध्यं किं चतुर्दशभेदाः अस्तु तर्हि इदानीं चतुर्दशभेदाः ज्ञाताः वा न वा इति चेत् तत्र ग्रन्थकारेण यदुक्तम् अनुमितेः प्राक् न ज्ञातम् इति सः वदति वस्तुतः तदपि प्रायः न वक्तव्यं किमर्थम् इति चेत् पृथिवीं स्वीकृत्य अत्र जल अन्योन्य अभावः वर्तते वा इति चेत् आं वर्तते तेज अन्योन्याभावः वर्तते वा इति चेत् आं वर्तते इति एकम् एकम् अन्योन्याभावं स्वीकृत्य अत्र दृष्ट्वा तदनन्तरं चतुर्दशभेदाः पृथिव्यां वर्तते इति गणनं कर्तुं शक्नुमः अतः चतुर्दशभेदाः इति भेदसमुदायः अनुमितेः प्राक् असिद्धः इति प्रायः न वक्तव्यं गणनं कृत्वा वक्तुं शक्यते किन्तु अत्र किम् अवगन्तव्यम् इति चेत् अनुमितेः प्राक् असिद्धः इत्युक्ते ससविषाणवत् असिद्धः नास्ति यदा अनुमानं कुर्मः तदा अत्र प्रसिद्धः भवति इति ग्रन्थकारस्य आशयः अस्ति किन्तु तत्र किञ्चित् अहं परिष्कारं करोमि अत्र एकैकं भेदः वर्तते वा इति गणनं कृत्वा चतुर्दशभेदाः वर्तन्ते इति अस्माभिः अवगन्तुं शक्यते अनुमानं विना अस्तु तर्हि हेतुः अपि अस्ति साध्यमपि अस्ति अन्वयव्याप्तिवाक्यमपि अस्ति तर्हि किं नास्ति इति चेत् यत्र यत्र गन्धवत्वं तत्र तत्र चतुर्दशभेदाः यथा इति उदाहरणं वक्तव्यं खलु यत्र यत्र धूमः तत्र तत्र वह्निः यथा महानसम् यत्र यत्र वह्न्यभावः तत्र तत्र धूमाभावः यथा हृदः यत्र यत्र प्रमेयत्वं यत्र यत्र अभिधेय तत्र तत्र अभिधेयत्वं यथा पटः इति उदाहरणमुक्तं तथा यत्र यत्र गन्धवत्वं तत्र तत्र चतुर्दशभेदाः यथा इति उदाहरणं न वक्तुं शक्यते किमर्थम् इति चेत् गन्धवत्वं कुत्र अस्ति पृथिव्याम् एव अस्ति चतुर्दशभेदाः अपि कुत्र सन्ति पृथिव्याम् एव अस्ति भवतु तर्हि किमर्थं यथा पृथिवी इति उदाहरणं न वक्तुं शक्यते इति चेत् अत्र पृथिवी पक्षत्वेन अस्माभिः स्वीकृतम् अनुमानार्थं पक्षत्वेन स्वीकृतं पृथिवी इतरेभ्यः भिद्यते गन्धवत्वात् इति एव अनुमानवाक्यं खलु तर्हि अत्र पक्षः कः इति चेत् पृथिवी तर्हि पक्षः पृथिवी अस्ति चेत् पक्षः उदाहरणत्वेन न स्वीकर्तुं शक्यते वा इति चेत् न शक्यते किमर्थम् इति चेत् यद्यत् पक्षत्वेन स्वीकुर्मः तत्र साध्यसन्दिग्धवान् भवेत् पक्षः अत्र पक्षलक्षणे तृतीयं यद् मया उक्तं यद् पक्षत्वेन स्वीक्रियते पक्षत्वेन स्वीक्रियते चेत् तत्र साध्ये साध्यं पक्षे अस्ति वा न वा इति सन्देहः वर्तते इति अङ्गीकृतम् तर्हि इदानीं पृथिव्याम् इतरभेदः अस्ति वा न वा इति पृथिवी पक्षत्वेन स्वीकृतम् इति कृत्वा अत्र साध्यम् अस्ति वा न वा इति सन्देहः जातः इति कृत्वा उदाहरणं दृष्टान्तः सन्दिग्धवान् न भवेत् महानसम् उदाहरणं भवितुं शक्यते किमर्थम् इति चेत् तत्र धूमः अस्ति वह्निः अस्ति इति निश्चयज्ञानमस्ति उभयमपि प्रत्यक्षेन ज्ञातम् इति कृत्वा महानसम् उदाहरणत्वेन भवितुम् अर्हति वस्तुतः अत्र उदाहरणं दृष्टान्तः इति यदि उक्तं खलु तत्र एतद् धर्मः योजनीयः अस्ति, तदिदानीं योजयिष्यामि. महोदय तत्र पक्षः इति अपि स्तम्भः इति योजयामः चेत् सम्यक् भवति. किं पक्षः इति अपि तत् पक्षलक्षणम् इति दत्तमस्ति. ओ इत्युक्ते तत्र स्तम्भः कालं पक्षः. हा हा हा अस्तु अस्तु तदपि योजयिष्यामि. एकनिमिषं तस्मात् पूर्वम् एतद् अहं करोमि. साध्य हेतु अस्तु. साध्य हेतु संदिग्ध अभाववान् संदिग्धा भाव भाव संदिग्धा हा साध्य हेतु संदिग्धा अभाववान् भवेत् दृष्टान्तम् उदाहरणम् इत्युक्ते यत् उदाहरणत्वेन स्वीकर्तुं शक्यते इति चेत् यस्मिन् साध्यं निश्चितमस्ति अपि च हेतुः निश्चितमस्ति तादृशपदार्थः एव उदाहरणत्वेन स्वीकर्तुं शक्यते. किन्तु पक्षत्वेन यत् पदार्थं स्वीकृतं तत्र अनुमानसार्थक्यर्थम् अत्र सन्देहः भवेत् सन्देहः अस्ति इति स्वीकर्तव्यमस्ति. नो चेत् अनुमानमेव सिद्ध्यति. किमर्थम् अनुमानं साधनीयम् इति भवति प्रश्नः. इति कृत्वा यत् पक्षत्वेन स्वीक्रियते तत्र सन्देहः अस्ति इति स्वीकर्तव्यम् अस्तु. इति कृत्वा यत्र यत्र गन्धवत्वं तत्र तत्र चतुर्दशभेदाः इति व्याप्तिवाक्यं वक्तुं शक्यते. गन्धवत्वम् इति हेतुः अत्र अत्र किं गन्धवत्वम् इति हेतुः अत्र प्रसिद्धमस्ति. चतुर्दशभेदाः अपि प्रसिद्धाः एव. तथापि अत्र उदाहरणं न लभ्यते इति कृत्वा एषः सन्दर्भः केवलान्वयी सन्दर्भः भवति. अस्तु तर्हि यत्र यत्र इदानीं व्यतिरेकव्याप्ति वक्तुं प्रयत्नं कुर्मः. यत्र यत्र चतुर्दशभेदाभावः तत्र तत्र गन्धवत्वाभावः विपरीतं कृतम् अभावं योजयित्वा. तर्हि अत्र हेतुः कः? चतुर्दशभेदाभावः. साध्यं किं? गन्धवत्वाभावः. तत्र उदाहरणं किं? जलं. चतुर्दशभेदाभावः जले अस्ति. तत्रापि अस्माभिः दृष्टं चतुर्दशभेदेषु त्रयोदशभेदाः जले अस्ति. कः भेदः? कः भेदः नास्ति इति चेत् जल अन्योन्य अभावः. जलभेदः जले नास्ति किन्तु पृथिवीभेदः जले आगतं. तर्हि गणनं कुर्मश्चेत् जले अपि चतुर्दशभेदाः सन्ति किन्तु ये भेदाः पृथिव्याम् आसन् ते एव भेदाः जले अपि अस्ति समुदायत्वेन इति न वक्तुं शक्यते खलु. तर्हि अत्र उदाहरणं लब्धम् इति कृत्वा व्यतिरेकव्याप्तिः अस्मिन् सन्दर्भे वक्तुं शक्यते. अस्तु एतावत्पर्यन्तं प्रश्नाः सन्ति वा? प्रश्नः नास्ति परन्तु केवलं तत्र संदिग्ध इति तत्र गकारः अस्ति इति अहं मन्ये. सम्यक् वा? साध्य संदिग्ध हकारस्य घकारः जायते खलु. गकारः कख ग गकारः इति अस्ति इति अहं मन्ये. सम्यक्. ओहो आमामां तत्र सत्यं जस्वं भवति. सत्यम्. एकनिमिषं परिवर्तयामि. उत्तमं महोदय. चिन्ता मास्तु. हकारस्य धकारः घकारः मया कृतः तदनन्तरं जस्वं न कृतम्. समीचीनं. बहु समीचीनमस्ति परन्तु सर्वम् एक एव एकस्मिन्नेव पुटे. अत्र अस्य अस्य अस्य स्प्रेड्शीट् तस्य उपयोगः कियत् इति इतोपि अत्र बहु किमपि अस्ति, अहं वदिष्यामि. अस्तु भवतु, तर्हि एतावत्पर्यन्तं बुद्धं खलु. हा इदानीं महोदय, संशयः अस्ति अत्र. इदानीं व्यतिरेकव्याप्तिस्थले महानसं पक्षः हेतुः वह्नि अभावः इति दत्तमस्ति. व्यतिरेकव्याप्तिवाक्यं किं, यत्र यत्र साध्याभावः तत्र तत्र हेतु अभावः इति. सत्यं, तर्हि अत्र वह्निः साध्यम् इति कृत्वा यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः. अतः अत्र हेतु इति स्तरे वह्नि अभावः भवति वा? हा इत्युक्ते अत्र प्रायः अत्र हेतुः इत्यस्मिन् स्थाने व्यापकः इति भवति वा, व्याप्यः इति लिखामि. व्याप्य उत्तमं, तर्हि हेतुः इत्यस्मिन् स्थाने व्यापकः इति अहं लिखामि. इदानीं समीचीनं खलु? व्याप्यः हेतुः, व्यापकः साध्यं. सत्यं, तदेव लिखितं खलु? तदेव. अस्तु तर्हि इदानीं सर्वं सिद्धमस्ति. तर्हि इदानीम् अस्माभिः किं करणीयम्? अत्र एकं लक्षणं कृतमस्ति, तर्हि इदानीं पुनः व्याप्तिचिन्तनं कुर्मः. तर्हि सामान्यतया व्याप्तिः निर्णयार्थं किं करणीयं? व्यापकः कति स्थलेषु सन्ति, व्याप्यः कति स्थलेषु सन्ति इति गणनं कृत्वा तदनन्तरम् अधिकदेशवृत्तित्वं व्यापकत्वं, न्यूनदेशवृत्तित्वं व्याप्यत्वम् इति कर्तव्यं. नो चेत् अन्यूनवृत्तित्वं व्यापकत्वम्, अनधिकवृत्तित्वं व्याप्यत्वम् इति वक्तव्यं. किन्तु अत्र गणनं कर्तुम् अशक्यम् इति कृत्वा इदानीम् अत्र एतद्वाक्यं व्याप्तिलक्षणत्वेन नैयायिकैः निर्मितम्. अत्र एकं लक्षणमस्ति एतत् पूर्वपक्षिणा कृतं साध्य अभाववत् अवृत्तित्वम्. अस्तु, अत्र किमर्थम् अत्र साध्यमिति मया स्थापितम् इति चेत् तदा एव अत्र अर्थबोधः जायते इति कृत्वा. भवतु, तर्हि इदानीं भवन्तः अत्र भावं वोढुं शक्यते. तर्हि सत्यभामभगिनी भवती आरब्धं करोतु. अत्र साध्य अभाववत् अवृत्तित्वम् इति व्याप्तिलक्षणं. तर्हि साध्य अभावः, अत्र कति पदानि सन्ति इति चेत् साध्य अभावः, साध्यस्य अभावः, साध्य अभावः, स च साध्य अभावः कः इति वक्तव्यम्. अपि च साध्य अभाववान् वत् इति अस्ति खलु मतु प्रत्ययः अस्मिन् अस्ति इत्यस्मिन् अर्थे, तर्हि सः कः इति वक्तव्यम्. अपि च तन्निष्ट अवृत्तित्वं हेतौ भवति वा इति वक्तव्यम्. अस्तु, तर्हि प्रयत्नं करोति वा? अन्यव्याप्तिस्थले खलु महोदय. सत्यम्, अत्र साध्यम् अस्ति वह्निः, साध्य अभाववत् अस्ति कृते वह्निः. अत्र एवं वदतु भगिनि, क्षम्यताम्, अत्र अन्वयव्याप्तिस्थले साध्यमस्ति वह्निः खलु? आम्. किन्तु लक्षणवाक्ये किं लिखितं? साध्य अभावः इति लिखितं खलु? साध्याभावः. तर्हि साध्याभावः इत्युक्ते किं? वह्न्यभावः. वह्न्यभावः तदेव F3 इत्यत्र मया स्थापितं, वह्न्यभावः. साध्याभावः इत्युक्ते वह्न्यभावः. तत् कुत्र अस्ति? हृदे अस्ति, तस्य अधिकरणं हृदे अस्ति. तर्हि साध्य अभाववत् साध्य अभाववान् हृदः. हृदः आवृत्तित्वं वदतु. हृदये साध्य अभावः अस्ति, तादृश वह्नि अभावः. तादृशवह्नि अभावः इति न चिन्तयतु. एकम् अहं प्रदर्शयामि, तदनन्तरं तद्रीत्या भवद्भिः वक्तुं शक्यते. अस्तु, अत्र यत्र यत्र धूमः तत्र तत्र वह्निः इति अन्वयव्याप्तिवाक्ये व्यापकः साध्यं किम् इति चेत् वह्निः. तर्हि साध्य अभावः इत्युक्ते वह्नि अभावः. साध्य अभाववत् कः इति चेत् ह्रदः. ह्रदनिष्ठ अवृत्तित्वम्, अत्र वृत्तित्वं वा अवृत्तित्वं वा अधिकरणम् आधारीकृत्य वदेम खलु. तर्हि ह्रदनिष्ठ अवृत्तित्वं धूमे इत्यस्य अर्थः कः? सत्यभाम भगिनी वदतु. ह्रदनिष्ठ अवृत्तित्वं धूमे. ह्रदनिष्ठ अवृत्तित्वं धूमे इत्युक्ते ह्रदे वह्नि अभावः अस्ति, तद् अभावः इति कृत्वा तत् अवृत्तिता अस्ति, तस्य भावः अवृत्तित्वम् इति धर्ममस्ति वा महोदय? आम्, धर्मः. तर्हि हरदनिष्ठ अवृत्तित्वं धूमे इत्युक्ते किम् इति प्रतिपादयतु, भवती किम् अवगच्छति? अहम् एवं चिन्तयामि, यत्र यत्र वह्निः तत्र तत्र यत्र यत्र धूमः. इदानीं वह्निः वह्निविषये मा चिन्तयतु, इदानीं हरदं प्रति प्राप्तम्. अत्र केवलं भवत्या किं वक्तव्यं, ह्रदनिष्ठ अवृत्तित्वं धूमे इत्युक्ते किं? ह्रदे वह्नि अभावः अस्ति, अतः त्यजतु भगिनि. इदानीं तद् आगतं खलु, ह्रदं प्रति आगतं. आवृत्तित्वं वृत्तिदा धूमे वृत्तित्वं वृत्तिदा वर्णौ अस्ति, अभावः अवृत्तिदा. एकनिमिषं, न एकनिमिषं. ह्रदे मीनाः सन्ति वा? सन्ति. तर्हि मीनेषु ह्रदनिष्ठवृत्तित्वम् अस्ति वा अवृत्तित्वम् अस्ति वा? ह्रदे मीनाः सन्ति, वृत्तित्वम् अस्ति महोदय. हा, तर्हि तादृशं चिन्तनीयं, ह्रदे किं किं सन्ति, के सन्ति, तेषु सर्वेषु ह्रदनिष्ठवृत्तित्वमस्ति. वृत्तित्वेन आधेयत्वेन ह्रदे वर्तन्ते खलु, ह्रदः अधिकरणमस्ति, ते सर्वे आधेयाः सन्ति इति कृत्वा ह्रदनिष्ठवृत्तित्वं मीनेषु सन्ति. यदि यदि मर्कटाः सन्ति ह्रदे, तर्हि ह्रदनिष्ठवह्नित्वं वृत्तित्वं मर्कटेषु सन्ति खलु. किन्तु ह्रदे धूमः अस्ति वा न वा? नास्ति. तर्हि ह्रदनिष्ठवृत्तित्वं मीनेषु, ह्रदनिष्ठ अवृत्तित्वं धूमे. इत्युक्ते ह्रदे धूमः नास्ति इति अर्थः. तर्हि धूमे इदानीं कीदृशधर्मः अस्ति? धूमः इति अस्माकं हेतुः अस्ति खलु. धूमे कीदृशधर्मः अस्ति इति चेत् साध्य अभाववत् अवृत्तित्वम् इति कश्चन धर्मः अस्ति. वह्निः अभाव वह्निः वह्नेः अभावः यस्मिन् ह्रदे अस्ति, तन्निष्ठ अवृत्तित्वं धूमे. बुद्धं वा? आं महोदय. किन्तु एतादृशं वदति चेत् मम विश्वासः न भवति, भवती बुद्धः. वह्नि अभावः हृदे अस्ति, तादृशवह्नौ वह्नि अभाववत् हृदः तस्मिन्नेव हृदे धूमः नास्ति, धूमाभावः अपि अस्ति इति वा? सत्यं, किन्तु अत्र वृत्तित्वं स्वीकृत्य, तर्हि वह्नि अभावः यस्मिन् अधिकरणे हृदे अस्ति तस्मिन् हृदे केषु केषु वृत्तित्वमस्ति? केषु केषु अस्ति? मीनेषु यत्किमपि हृदे अस्ति तेषु सर्वेषु हृदनिष्ठवृत्तित्वमस्ति खलु, किन्तु कुत्र नास्ति? वह्नौ नास्ति, धूमः नास्ति. हा उत्तमम्, इदानीं बुद्धं भवत्या, इदानीं मम विश्वासः जातः. हृदनिष्ठ अवृत्तित्वं धूमे खलु. तर्हि अनेन यदि साध्य अभावत् अवृत्तित्वं धूमे इति वदामः, तर्हि तेन किं निरूपितं वह्निद्धूमयोः मध्ये व्याप्यव्यापकभावः निरूपितः इति आगतं गणनम् अकृत्वा. इत्युक्ते अधिकदेशवृत्तित्वं, न्यूनदेशवृत्तित्वं, नो चेत् अन्यूनवृत्तित्वम्, अन्यूनदेशवृत्तित्वम्, अनधिकदेशवृत्तित्वम् इति गणनम् अकृत्वा केवलं लक्षणस्य समन्वयं कुर्मश्चेत्. किमर्थम् इति चेत् अत्र लोके बहूनि अधिकरणानि सन्ति, तत्र सर्वत्र अस्माभिः न वक्तुं शक्यते, दृष्ट्वा अत्र व्याप्तिः न वक्तुं शक्यते इति कृत्वा कुत्रचित् अस्माभिः दृष्टं, तर्हि इदानीं व्याप्तिवाक्यं निर्मितं, यत्र यत्र धूमः तत्र तत्र वह्निः. तत्र परिशीलनार्थम् इदानीम् अत्र हृदं स्वीकृत्य परिशीलनं कुर्वन्तः स्मः वयं, यस्मिन् हृदे साध्य अभावः वह्नि अभावः अस्ति तस्मिन् हृदे तत्र तद् ह्रदनिष्ठ अवृत्तित्वं हेतौ धूमे अस्ति चेत् व्याप्यव्यापकभावः साधितः इति आगतं. बुद्धं वा? आं बुद्धम्. अस्तु, तर्हि गणनम् अकृत्वा इदानीं न्यूनदेशवृत्तित्वं वा इति तादृशचिन्तनमेव न कार्यम्. अस्तु, इदानीम् अग्रे गच्छामि. तर्हि इदानीं वर्षा भगिनी वदति वा अत्र व्यतिरेकव्याप्ति वाक्यम्? अत्रापि वाक्यमस्ति यत्र यत्र वह्नि अभावः तत्र तत्र धूम अभावः इति. तर्हि अस्मिन् वाक्ये व्याप्यः कः? व्याप्यः वह्निः, वह्नि अभावः व्यापकः, अत्र अस्ति व्यापकः धूमाभावः इति कृत्वा अत्र चिन्तनसौकर्यार्थं मया सर्वं स्थापितं. वह्नि अभावः इति व्याप्यः सदैव हेतुः, व्यापकः धूमाभावः सः एव साध्यम्. उदाहरणं किम् अत्र? हा ह्रदः. अस्तु, तर्हि इदानीम् अत्र लक्षणसमन्वयं कुर्मः, करोतु. लक्षणमस्ति साभाववत् अवृत्तित्वं हेतौ अस्ति इति. अत्र साध्य अभावः, साध्यं तु धूम अभावः अस्ति, साध्य साध्य अभाववत् इत्युक्ते साध्य अभावः धूमे. अत्र साध्य अभावः इत्युक्ते कः? धूमाभावः खलु. धूमः साध्य अभावः इत्युक्ते धूमः, बिकास् धूम अभावस्य अभावः अस्ति किल महोदय. तर्हि एवं वदतु, साध्यं धूमाभावः इति कृत्वा साध्य अभावः इत्युक्ते धूमाभावाभावः. धूमाभावाभावः धूमः इत्युक्ते धूमः, धूमाभावाभावः इत्युक्ते धूमः. अस्तु, धूम अभाव अभावस्य वृत्तित्वं महानसे अस्ति, अतः महानसनिष्ठ अवृत्तित्वं धूमाभावाभावः इत्युक्ते धूमः. तर्हि धूमः कुत्र अस्ति? धूमः महानसे अस्ति. उत्तमम्. अतः अवृत्तित्वं हेतौ भवेत्. महानसनिष्ठ अवृत्तित्वं वह्नियभावे अस्ति इति कृत्वा महानसनिष्ठवृत्तित्वं वह्नि वह्नौ अस्ति इति. हा, तत् सम्यक् अस्ति. महानसनिष्ठ अवृत्तित्वं वह्नि अभावे इत्युक्ते महानसे वह्निः अस्ति खलु. हा, तर्हि किं नास्ति? वह्नि अभावः नास्ति. तर्हि महानसे वह्नि अभावः नास्ति इति कृत्वा अवृत्तित्वं, तर्हि महानसे बहवः सन्ति, किं नास्ति? वह्नि अभावः नास्ति. तर्हि अवृत्तित्वं वह्नि अभावे, तदेव हेतुः. बुद्धं खलु? इति कृत्वा अस्तु, इदानीं साध्य अभावत् अवृत्तित्वम् इति व्याप्तिलक्षणत्वेन स्वीकुर्मश्चेत् अन्वयव्यतिरेकव्याप्तिस्थले एषः लक्षणं समीचीनतया सङ्गच्छते. समन्वयः जातः खलु, लक्षणसमन्वयः कृतम्. उत्तमम्. तर्हि इदानीं भवती एव वदतु, केवलान्वयी व्याप्तिः. केवलान्वयी व्याप्तिः, यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वम् इति व्याप्तिवाक्यमस्ति. अत्र प्रमेयत्वम् इति हेतुः, तदेव व्याप्यः भवति. साध्यं तु अभिधेयत्वं, तदेव व्यापकः भवति. उदाहरणं पटः. अत्र तदपि अत्रापि लक्षणं, यदि साध्य अभाववत् अवृत्तित्वं हेतौ इति वदामः चेत् अत्र साध्यः इति अभिधेयत्वम्, अभिधेयत्व अभावः, अभिधेयत्व अभावः यत्र कुत्रापि न वर्तते इति कृत्वा अभिधेय अभाववत्त्वम् अप्रसिद्धः अस्ति. अतः अभिधेयत्व अभाववत्त्वं न अस्ति. अत्र साध्य अभाववत् अवृत्तित्वं यत्र कुत्रापि नास्ति. अस्तु, अत्र किं वक्तव्यम्? अभिधेयत्वाभावः इति अप्रसिद्धः अस्ति खलु. इति कृत्वा साध्य अभावः एव न भवति चेत् साध्य अभाववान् न भवति एव खलु. तर्हि तदनन्तरं न चिन्तयितुं शक्यते एव, अत्रैव स्थगनं जातं चिन्तनस्य. तर्हि अस्मिन् सन्दर्भे, केवलान्वयीसन्दर्भे, साध्य अभाववत् अवृत्तित्वम् इति लक्षणत्वेन वाक्यम्, इति लक्षणवाक्यं स्वीकुर्मश्चेत् अत्र समन्वयः न कर्तुं शक्यते. इत्युक्ते एतद् लक्षणं लक्षणत्वेन स्वीकृत्य एतद् वाक्यम्, एतत् पदं, वाक्यं नास्ति, एतत् पदं साध्य अभाववत् अवृत्तित्वम् इति पदं लक्षणत्वेन, व्याप्तिलक्षणत्वेन स्वीकृत्य केवलान्वयस्थले किमपि निरूपयितुं शक्यते. इत्युक्ते निष्प्रयोजनं भवति. बुद्धं वा? हा महोदय, तदेव करपत्रे अपि अस्ति किल महोदय, परिष्कृत अक्षरवाक्यं. हा, अत्र करपत्रे एकं वाक्यमस्ति, चिन्तन व्याप्तिचिन्तनम् इत्यत्र, यद्यपि साध्याभावत् अवृत्तित्वम् इति पूर्वपक्षिणः लक्षणं, तथापि तस्य तद् लक्षणं केवलान्वयस्थले न कार्यं करोति, तत्रैव क्लेशः भवति इति लिखितं. कार्यं किमर्थं न करोति इति इदानीम् अस्माभिः अवगतं, निरूपितमिति अत्र. साध्य अभाववत् अभावः इति न वक्तुं शक्यते, साध्य अभावः इति अप्रसिद्धः अस्ति इति कृत्वा साध्य अभाववत् इति, तदनन्तरम् अवृत्तित्वम् इति तादृशं न वक्तुं शक्यते एव. इति कृत्वा साध्य अभवत् अवृत्तित्वम् इति लक्षणवाक्यं केवलान्वयस्थले निष्प्रयोजकं भवति, अन्वयव्याप्तौ. अस्तु, इदानीम् अग्रे गच्छेम. मेहुल् महोदय, भवान् अत्र केवलं चिन्तनार्थम् एतत् मया प्रदर्शितं, व्यतिरेकव्याप्तिवाक्यं वदतु, केवलान्वयस्थले एव व्यतिरेकव्याप्तिवाक्यं वदतु. केवलान्वयस्थले खलु, हा, केवलान्वयस्थले इत्युक्ते यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वम् इति उदाहरणं खलु, अन्वयव्याप्तिः. हा, तर्हि तत्र व्यतिरेकवाक्यं हा व्यतिरेकव्याप्तिः भवति यत्र यत्र अभिधेयत्वाभावः तत्र तत्र प्रमेयत्वाभावः इति तत्र हा अत्र अभावं स्वीकृत्य व्यतिरेकव्याप्तेः वाक्यं भवति अतः तत्र हेतुः अथवा व्याप्यः भवति अभिधेयत्वाभावः तत्र साध्यम् अथवा व्यापकः भवति प्रमेयत्वाभावः इति द्वयमपि अत्र द्वयमपि असिद्धः अप्रसिद्धः अस्ति उत्तमम् अतः कस्मिन् तस्य उदाहरणमपि न दातुं शक्नुमः अतः साध्याभावः अपि न भवितुं शक्नोति अतः साध्याभाववान् अपि न कोऽपि न भवति अतः अग्रे चिन्तनमपि न कर्तुं शक्नुमः तत्र सत्यं किन्तु केवलं चिन्तनार्थं यदि इदानीं साध्याभावः इति वदतु अत्र एतद् लक्षणवाक्यं स्वीकृत्य साध्याभावः कः साध्याभावः तु प्रमेयत्वाभावः इति प्रमेयत्वभावाभावः इति प्रमेयत्वाभावाभावः खलु आं सत्यम् इत्युक्ते प्रमेयत्वम् इति प्रमेयत्वम् अस्तु मया स्थापितं दृश्यते अस्तु प्रमेयत्वं कुत्र अस्ति प्रमेयत्वं प्रमेये अस्ति तर्हि प्रमेयः इति पटः पटः यः कोऽपि हा तदेव उदाहरणत्वेन उक्तं खलु हा उदाहरणेन पटः हा सत्यं हा तर्हि इदानीम् अत्र अवृत्तित्वं कुत्र भवति अवृत्तित्वं हा साध्याभावे वर्तते तर्हि प्रमेयत्वे भवति साध्याभावे नास्ति हेतौ हा सत्यं हेतौ अवृत्तित्वं हेतौ भवति अभिधेयत्वाभावे वर्तते अवृत्तित्वम् अभिधेयत्वाभाव अभिधेयत्वाभावे खलु अभिधेयत्वाभावे वर्तते हा तर्हि पटनिष्ठ अवृत्तित्वम् अभिधेयत्वाभावे इत्युक्ते अत्र नै द्वयमस्ति खलु तर्हि तद् निष्कासयामश्चेत् पटनिष्ठवृत्तित्वम् अभिधेयत्वे अस्तु तर्हि अत्र पश्यतु अस्मिन् सन्दर्भे अत्र लक्षणं सङ्गच्छति एव प्रमेयत्वाभावाभावः साध्याभावः इति चेत् प्रमेयत्वं प्रमेयत्वमिति अप्रसिद्धः नास्ति प्रसिद्धः अस्ति पटः अपि प्रसिद्धः अस्ति पटनिष्ठ अवृत्तित्वम् अविधेयत्वाभावे इत्युक्ते पटनिष्ठवृत्तित्वम् अभिधेयत्वे इति आगतं तत्तु सत्यमेव किन्तु अत्र क्लेशः कः इति चेत् यत्र यत्र अभिधेयत्वाभावः तत्र तत्र अभिधेयप्रमेयत्वाभावः इति वाक्यमेव रचयितुं शक्यते यदि रचयितुं शक्यते तदनन्तरम् अत्र लक्षणसमन्वयः कर्तुं शक्यते किन्तु तादृशवाक्यमेव न वक्तुं शक्यते इति कृत्वा अत्र एतादृशवाक्यं न कर्तुं शक्यते इति कृत्वा अत्र एतद् लक्षणं दोषपूर्णम् इति त्यक्तम् सर्वत्र समन्वयः न भवति इति त्यक्तम् अस्तु तर्हि इदानीम् अग्रिमं पश्येम रमेश महोदय भवान् वदति वा इदानीं केवलं व्यतिरेकव्याप्तिः केवलं व्यतिरेकव्याप्तिः वाक्यमस्ति यत्र अन्वयव्याप्तिः कः अन्वयव्याप्तिवाक्यं यत्र यत्र गन्धवत्वं तत्र तत्र चतुर्दशभेदाः तत्र हेतुः गन्धवत्वम् हेतुः व्याप्यः उभयमपि वदतु हेतुः व्याप्यः गन्धवत्वम् अस्ति व्यापकः साध्यं चतुर्भेदाः सत्यं तदेव साध्यं तत्र किन्तु उदाहरणं किम् उदाहरणमत्र न भवति सत्यम् उदाहरणं न वक्तुं शक्यते खलु पक्षं विहाय सम्पूर्णपक्षः एव अत्र अत्र पक्षत्वेन जातः इति कृत्वा उदाहरणं न वक्तुं शक्यते इति कृत्वा एव केवलं व्यतिरेकी इति आगतं किन्तु अत्र केवलं चिन्तनार्थं साध्य अभावद् अवृत्तित्वम् इति परिशीलनं कुर्मः तर्हि साध्य अभावः कः साध्य अभावः चतुर्दशभेदस्य अभावः भेदाभावः चतुर्दशभेदानाम् अभावः चतुर्दशभेदाभावः भवतु चतुर्दशभेदाभावः तदेव लिखितमत्र तत् चतुर्दशभेदाभावः कुत्र अस्ति चतुर्दशभेदभावः साध्यभावः पक्षे भवेत् खलु न न उदाहरणम् अत्र जलम् इति उदाहरणम् अस्ति खलु उदाहरणं भेदाभावः जले अस्ति चतुर्दशभेदभावः त्रयोदश एव भवति खलु महोदय अत्र त्रयोदश एव भवति इति कृत्वा चतुर्दशभेदः नास्ति खलु तदेव चतुर्दशभेद अभावः जले न भवति नास्ति ओ अभावस्य जले अस्ति चतुर्दश अन्योन्य अभावः अन्योन्य अभावस्य अभावः जले अस्ति जले अस्ति तर्हि जलनिष्ठ अवृत्तित्वं कुत्र अस्ति जलनिष्ठ अवृत्तित्वं गन्धवत्वे अस्ति हा तर्हि पश्यतु अत्र साध्याभावत् अवृत्तित्वम् इति लक्षणं व्यतिरेकव्याप्तिस्थले कार्यं करोति चतुर्दशभेदाभावः साध्याभावः साध्याभावत् जलं जलनिष्ठ अवृत्तित्वं गन्धवत्वे इति एतद् लक्षणवाक्यं साध्याभावत् अवृत्तित्वम् इति लक्षणवाक्यं तु अत्र भवति अत्र इत्युक्ते समन्वयः लक्षणसमन्वयः भवति अत्र खलु अस्तु व्यतिरेकव्याप्तिः भवान् एव वदतु तदनन्तरं समापयामि व्यतिरेकव्याप्तिः व्याप्तिवाक्यमस्ति यत्र यत्र चतुर्दशभेद अभावः भेदाभावः तत्र तत्र गन्धत्व अभावः गन्धवत्व अभावः तर्हि व्याप्यः हेतुः अस्ति तत्र चतुर्दशभेदाभावः साध्यमस्ति गन्धवत्व अभावः उदाहरणं भवति जलम् इति तर्हि इदानीं साध्याभावः कः गन्धवत्व अभावः तस्य अभावः गन्धवत्व अभावः अभावः अभाव अभावः तदेव लिखितं गन्धवत्वाभावाभावः इत्युक्ते किम् इत्युक्ते गन्धवत्वमेव सत्यं तर्हि गन्धवत्वं साध्याभावः साध्याभावः इत्युक्ते गन्धवत्वं गन्धवत्वं गन्धसाध्याभाववत् इति वक्तुं शक्यते वा पक्षं विहाय वक्तव्यं पक्षं विहाय न वक्तुं शक्यते न वक्तुं शक्यते अतः अत्र क्वश्चन् मार्क् मया स्थापितम् इति कृत्वा साध्य गन्धवत्व गन्धवत्वं केवलं पृथिव्यां लभ्यते पृथिवीं विहाय अन्यत्र कुत्रापि न लभ्यते इति कृत्वा उदाहरणमेव न वक्तुं शक्यते इति कृत्वा तत्र क्वश्चन् मार्क् मया स्थापितम् अतः अवृत्तित्वं कुत्र भवति इति अपि न चिन्तयितुं शक्यते तदनन्तरं तर्हि एतादृशप्रश्नाः सन्ति साध्य अभावत् अवृत्तित्वम् इति व्याप्तिलक्षणत्वेन स्वीकुर्मश्चेत् एतादृशप्रश्नाः सन्ति इति आगतं तर्हि अस्तु, निमिषद्वयं स्वीकरोमि, तदनन्तरम् अग्रिमे वर्गे इतोपि अस्मिन्नेव विषये चिन्तनं कृत्वा अग्रे गच्छेम। तर्हि एषः एतद् लक्षणं सर्वत्र लक्षणस्य समन्वयः न कर्तुं शक्यते इति कृत्वा तत्र नैयायिकानां मते अत्र एतादृशलक्षणानि बहूनि उक्तानि सन्ति। तत्र पञ्चलक्षणानि इति प्रसिद्धलक्षणानि सन्ति। तत्र सिद्धान्तलक्षणम् इति कश्चन पुस्तकमस्ति, तत्र व्याप्तेः लक्षणम् उक्ता। अत्र गङ्गेषु उपाध्यायः इति नव्यनैयायिकचिन्तनं तेनैव आरब्धं, गङ्गेषु उपाध्यायः कश्चन। तेन अत्र चिन्तामणि, तत्त्वचिन्तामणि इति ग्रन्थं लिखितम्। अतः तस्य नाम अस्ति मणिकारः इति, तत्त्वचिन्तामणिकारः, मणिकारः मणिकारः इति तस्य नाम अस्ति, गङ्गेषु उपाध्यायः। अस्तु, तत्र तत्त्वचिन्तामणौ एतादृशलक्षणवाक्यानि आहत्य 19 लक्षणवाक्यानि स्वीकृतानि। तत्र मुख्यानि सन्ति 5 लक्षणवाक्यानि, ततोपि अधिकं 14 लक्षणवाक्यानि आहत्य 19 लक्षणवाक्यानि उक्तानि। तेषां परिशीलनम् एतादृशं कृतं, किन्तु अत्र स्प्रेड्शीट् यथा मया स्थापितं तादृशं न कृतं, वाक्यरूपेण स्थापितं। तर्हि तत्र पठितुं महान् क्लेशः भवति, भवतु, किन्तु अन्ततो गत्वा सिद्धान्तलक्षणं तेन उक्तम्। सिद्धान्तलक्षणं किम् इति चेत् तदेव अत्र इदानीं मम कर्सर् कुत्र अस्ति तत्र स्थापितं, हेत्वधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगि साध्यसामानाधिकरण्यम् इति लक्षणम्। एकमेव पदं, हेत्वधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगि साध्यसामानाधिकरण्यम्। हेतौ अस्ति चेत्, तर्हि यदि हेतौ अस्ति चेत् इत्युक्ते हेत्वधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगि साध्यसामानाधिकरण्यम्, हेतौ निरूपितं चेत् तत्र व्याप्तिः निरूपितः भवति, हेतुः व्याप्यः भवति, साधकः साध्यं व्यापकः भवति इति निरूपितं भवति इति आगच्छति। अस्तु, तर्हि किं कुर्मः, अत्र यदा भवन्तः समयः लभ्यते किञ्चित् भवन्तः स्वयं पठन्तु, सर्वं समीचीनमेव। अत्र यत्र यत्र धूमः तत्र तत्र वह्निः इत्यत्र धूमः एव हेतुः, व्याप्यः। तर्हि अत्र हेतुः कः इति चेत् धूमः। हेतु अधिकरणं किं, महानसं, हेतोः अधिकरणं महानसम्, अत्र उदाहरणं महानसमस्ति इति कृत्वा। तर्हि अधिकरणनिष्ठवृत्ति अत्यन्ताभावः इत्युक्ते अस्मिन् अधिकरणे महानसे बहवः अत्यन्त अभावाः सन्ति खलु। तर्हि कस्य अत्यन्त अभावः न भवेत् इति चेत् वह्नेः अत्यन्त अभावः न भवेत्। तर्हि वह्नौ अप्रतियोगित्वम् आगतम्, तत्र किञ्चित् जाटिल्यम् अस्ति, अग्रे चिन्तयामः, किन्तु यदि एतावद् वदामि तर्हि किञ्चित् स्वचिन्तनं कर्तुं शक्यते इति कृत्वा अहं वदन्नस्मि। तर्हि हेतुः धूमः, हेतु अधिकरणं महानसं, तत्र बहवः वृत्तयः सन्ति, केषां वृत्तयः, अत्यन्ताभावाः सन्ति, तेषां प्रतियोगित्वम्, अत्यन्ताभावस्य प्रतियोगित्वं बहुषु भवति, किन्तु अप्रतियोगित्वं कुत्र भवेत् इति चेत् वह्नौ भवेत्। अस्तु, तादृश अप्रतियोगित्वं किमर्थं वह्नौ अस्ति इति चेत् महानसे वह्निः अस्ति इति कृत्वा। तर्हि अत्र वह्निः कुत्र अस्ति, पुनः महानसे अस्ति, समान अधिकरणं महानसे अस्ति, महानसः अस्ति, महानसमस्ति, सामानाधिकरण्यं कुत्र अस्ति इति चेत् धूमः अस्ति। किमर्थम् इत्युक्ते वह्निः धूमयोः मध्ये इदानीं सामानाधिकरण्यमस्ति खलु, तर्हि सामानाधिकरण्यम् इति कश्चन धर्मः, हेत्वधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगि साध्यसामानाधिकरण्यं हेतौ अस्ति इति निरूपितं चेत् तर्हि इदानीं व्याप्यव्यापकभावः साधितः इति भवति, तेन व्याप्तिः सिद्धिः भवति, तेन अत्र अनुमतिज्ञानमपि जायते इति अग्रे आयास्यति। भवतु, अस्मिन्नेव विषये अग्रिमवर्गे इतोपि चिन्तनं कुर्मः। तर्हि यदा समयः लभ्यते किञ्चित् स्वचिन्तनम् अत्र कुर्वन्तु। मया सर्वम् अत्र स्थापितमस्ति, क्रमेण स्थापितमस्ति, तर्हि भवद्भिः अत्र अवगन्तुं शक्यते एव, किन्तु वर्गे चिन्तनं कुर्मः एव। अस्तु, अत्र स्थगयामः। सर्वेभ्यो नमस्कारः, धन्यवादाश्च।